गते सप्ताहे न्यायवर्गे असमवायिकारणस्य निरूपणं सञ्जातं। तत्र असमवायिकारणं नाम किम् इति अस्माभिः दृष्टं। पुनःस्मरणार्थं प्रथमतया समवायिकारणम् इत्युक्ते किं? कस्यचित् अपि कार्यस्य समवायिकारणं भवति तद् द्रव्यं यस्मिन् तत् कार्यं समवायेन भवति इति वयं जानीमः। उदाहरणत्वेन पृथ्वी अपि च गन्धः। पृथ्वी इति कारणं, गन्धः इति कार्यं भवति, अपि च गन्धपृथिव्योः मध्ये समवायसम्बन्धः इति कृत्वा तत्र समवायिकारणं पृथ्वी अस्ति। तर्हि समवायिकारणस्य विवरणमस्ति यः कोऽपि स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति इति। अधुना असमवायिकारणविषये किञ्चित् चर्चयामः। अस्माभिः दृष्टं यत् घटः अपि च कपालः इत्यस्मिन् सन्दर्भे कपालः इति समवायिकारणं, घटः इति कारणं कार्यं। घटः कार्यम् अपि च कपालः समवायिकारणम्। अधुना घटस्य असमवायिकारणं किम्? कोऽपि वदति वा? कपालद्वयसंयोगः असमवायिकारणम्। सत्यं, कपालद्वयसंयोगः इति उच्यते असमवायिकारणम्। अयं च कपालद्वयसंयोगः कुत्र वर्तते? कपाले वर्तते, नाम समवायिकारणे वर्तते। कपालद्वयसंयोगेन विना घटम् उत्पद्यते वा? न। तर्हि अयं कपालद्वयसंयोगः इति यः गुणः कपाले वर्तते सः घटं प्रति कारणमपि अस्ति इति कृत्वा कपालद्वयसंयोगः घटस्य असमवायिकारणम्। आहत्य यत्किमपि कारणं समवायिकारणे स्थित्वा कार्यं प्रति कारणं भवति तादृशम् अस्ति असमवायिकारणम् इति। तदर्थमेव तत्र नवाशीतितमे पुटे एकं वाक्यमासीत्, समवायिकारणे यत् समवायेन स्थित्वा समवायेन कार्यम् उत्पादयति तद् असमवायिकारणम् इति। तत्र द्विवारं समवायिकारणम् इति उक्तं, तादृशं कारणं यत् समवायकारणेन समवायेन समवायिकारणे स्थित्वा पुनः समवायेन कार्यम् उत्पादयति तद् असमवायिकारणम्। भगिनी पुनः वदतु एकवारं कृपया। समवायिकारणे यद् समवायेन स्थित्वा समवायेन कार्यम् उत्पादयति तद् असमवायिकारणम्। एतद् वाक्यमस्ति पुस्तके, नवाशीतितमे पुटे अस्ति, अहं तदेव पठन्ती अस्मि इति उदाहरणं स्वीकृत्यापि दृष्टं खलु। कपालद्वयसंयोगः इति कश्चन गुणः, सः गुणः समवायेन समवायिकारणे भवति। समवायिकारणम् इति कपालः, तस्मिन् संयोगः समवायेन भवति, अपि च समवायेन एव कार्यम् उत्पादयति। समवायेन कार्यम् उत्पादयति इत्युक्ते किम्? अत्र घटकपालस्य उदाहरणे अस्माकं कार्यं किम् अस्ति? घटः इति कार्यम् इति मनसि निधाय पश्येम। समवायेन कार्यम् उत्पादयति इत्युक्ते किम्? यदा कार्यम् उत्पद्यते कपाले, घटः इति कार्यं यदा उत्पद्यते तदा कपालघटयोः सम्बन्धः कीदृशः? केन सम्बन्धेन? समवायसम्बन्धेन खलु। यस्मिन् कस्मिन् अपि द्रव्ये यदा कार्यम् उत्पद्यते तत् समवायेन एव भवति, समवायसम्बन्धेन एव. अत्र द्वितीयसमवायशब्दः यदस्ति तत् घटः कपाले समवाय कपाले घटः अस्ति समवायसम्बन्धेन इति वा इत्यस्य सूचनार्थम्. अन्येन केनापि सम्बन्धेन भवितुं न अर्हति खलु. घटः इति यत् कार्यमस्ति तत्तु कपाले समवायेन. घटः कपाले अस्ति परन्तु संयोगः कुत्र अस्ति? कपालद्वय संयोगः तत् घटं घटे अपि अस्ति. भवान् एव चिन्तयतु, संयोगः इति अपि कश्चन गुणः खलु. तत्र चतुर्विंशतिगुणः आसन् गुणस्य निर्देश अवसरे तत्र संयोगः इति अपि एकः गुणः. गुणः केन सम्बन्धेन द्रव्ये भवति? समवायसम्बन्धेन. समवायसम्बन्धेन अस्तु. तर्हि कपालसंयोगः इति गुणः समवायसम्बन्धेन कपाले अस्ति, यतोहि गुणः अस्ति अपि च कपालः इति द्रव्यम् अस्ति. सत्यं. हा, समवायिकारणे समवायेन स्थित्वा इति तादृशः अर्थः. पुनः समवायेन कार्यम् उत्पादयति इत्यस्य अर्थः अस्ति यत् यद् कार्यम् उत्पद्यते समवायिकारणे तत्तु एव भवति खलु. यत्किमपि कार्यम् उत्पद्यते समवायिकारणे. अस्तु, अहम् इदानीं वदन्ती अस्मि कारणे कार्यम् उत्पादनम् इति. तत्र समवायि इति उक्तं, समवायिकारणे केन सम्बन्धेन कार्यम् उत्पाद्यते? समवायिकारणेन. समवायेन एव. तदर्थं तत्र द्विवारम् उक्तं, समवायेन कार्यम् उत्पादयति. कुत्र? समवायिकारणे. पुनः समवायेन स्थित्वा कुत्र? समवायिकारणे. अतः समवायिकारणे समवायेन स्थित्वा समवायेन कार्यम् उत्पादयति. तादृशं कारणम् अस्ति असमवायिकारणम् इति. अस्तु, घटकपालयोः उदाहरणे घटस्य कपालः इति समवायिकारणं, तस्मिन् समवायिकारणे विद्यमानसंयोगः इति गुणः घटं प्रति असमवायिकारणं भवति इति. स्पष्टं स्यात्? धन्यवादः. अन्येन केनापि आगतं वा तदभ्यन्तरे? वर्धने अस्मि. अस्तु, नमस्कारः भगिनि. इति असमवायिकारणस्य निरूपणम् आसीत्. तत्र तस्यामेव चर्चायाम् इतोपि एकः प्रश्नः आगतः आसीत्, पृथ्वीत्वम् इति. अस्तु, पृथ्वीत्वं कुत्र अस्ति? पृथिव्याम् अस्ति, अपि च पृथिव्यां गन्धः अपि अस्ति. गन्धः इति कार्यम् अस्ति, पृथिवी इति कारणमस्ति. पृथिवी अस्ति चेदेव गन्धः भवति, अपि च पृथिव्यां गन्धः समवायसम्बन्धेन भवति इति कृत्वा पृथिवी समवायिकारणमस्ति गन्धस्य. तर्हि तत्र प्रश्नः आसीत्, पृथ्वीत्वम् इति असमवायिकारणं भवितुमर्हति वा गन्धस्य इति. तत्र किं चिन्तनमस्ति? यत्किमपि कारणम् असमवायिकारणम् इति वक्तुं निकषद्वयं स्यात्. प्रथमः निकषः अस्ति समवायिकारणे समवायेन भवतु तत् कारणम्. अस्तु, द्वितीयः निकषः अस्ति समवायेन स्थित्वा कार्यं प्रति कारणं स्यात् अथवा कार्यम् उत्पादयति तद् इति. उच्यताम्. पृथ्वीत्वम् इति गुणः समवायि. पृथ्वीत्वम् इति जातिः. ओ, जातिः. अस्तु, अस्माभिः दृष्टं खलु केवलं द्रव्यगुणयोः मध्ये न, अवयव अवयविनोः मध्ये, जातिव्यक्त्योः मध्ये, कार्यवतोः मध्ये अपि कीदृशः सम्बन्धः? समवायसम्बन्धः. समवायसम्बन्धः. इदानीं पृथ्वीत्वम् इति जातिः अस्ति, अस्तु. तर्हि पृथ्वीत्वं जातिः केन सम्बन्धेन पृथिव्याम्? समवायसम्बन्धेन एव अस्ति पृथिव्याम्. तर्हि प्रथमः निकषः तु तत्र परिपालितं खलु? परन्तु पृथ्वीत्वं तु गन्धस्य गन्धं प्रति कारणं नास्ति. गन्धं न जनयति पृथ्वीत्वं, पृथ्वी एव जनयति गन्धं. सत्यं सत्यम् इति अस्ति. तत्र पृथ्वीत्वम् इति यद्यपि समवायेन भवति समवायिकारणे, तथापि गन्धं प्रति कारणत्वं नास्ति पृथ्वीत्वस्य. तदर्थम् असमवायिकारणम् इति न वक्तुं शक्नुमः. परन्तु प्रथमः नियमः यदस्ति समवायेन समवायिकारणे भवतु, तत्तु सत्यम्. तत्र प्रश्नः आगतः आसीत्, अतः किञ्चित् इतोपि महोदयेन प्रतिपादितम् अपि. इदानीं किमर्थं पृथ्वीत्वं न भवितुमर्हति कारणम् इति कृत्वा, यत्र यत्र गन्धः अस्ति तत्र तत्र पृथ्वी अस्ति वा? यत्र यत्र पृथ्वी अस्ति तत्र तत्र पृथ्वीत्वम् अस्ति वा? यत्र यत्र पृथ्वीत्वम् अस्ति तत्र तत्र गन्धः अस्ति वा? यत्र पृथ्वीत्वं नास्ति तत्र गन्धः अस्ति वा? तादृशसन्दर्भः एव न उदेति खलु. यत्र पृथ्वीत्वं नास्ति तत्र गन्धः नास्ति एव. पृथ्वीत्वम् अस्ति चेत् एव गन्धः अस्ति इति वयं जानीमः, यतोहि गन्धः इति पृथिव्याम् एव भवति इति कृत्वा. तथापि यद्यपि एतत् सर्वं सत्यमस्ति, तथापि पृथ्वीत्वं गन्धस्य कारणं न भवति. तस्य उदाहरणार्थं, तस्य निरूपणार्थं च, प्रतिपादनार्थं च एकम् उदाहरणं दत्तमासीत्. इदानीं घटनिर्माणस्थले पिपीलिकाः सन्ति इति चिन्तयतु. मृद् कपालः, दण्डः, चक्रः इत्यादयः सन्ति, पिपीलिकाः अपि सन्ति इति. अस्तु, पिपीलिकाः इदम् अस्य कारणम् इति वक्तुं त्रयः निकषाः भवेयुः इति अपि वयं जानीमः, पूर्वम् अस्माभिः पठितमपि खलु. कार्यस्य स्थले स्यात्, कार्यस्य सामानाधिकरणे स्यात्, कार्योत्पत्तेः पूर्वं स्यात्, सर्वदा स्यात् इति. तथा पश्यामश्चेत् एषा पिपीलिका इति, पिपीलिकाः सर्वदा भवन्ति कार्यस्य स्थले. अस्तु, यत्र मृद् अस्ति पिपीलिकाः भवन्ति इति चिन्तयन्तु. कार्योत्पत्तेः पूर्वं, कार्यम् इति घटः, तस्य उत्पत्तेः पूर्वमपि भवन्ति. अस्तु, अपि च सर्वदा स्यात् इति अपि अस्ति. तथापि कारणम् इति न वदामः, यतोहि एकः सिद्धान्तः अस्ति तत्र, अन्यथा सिद्धम् इति अस्ति सिद्धान्तः. यद्यपि पिपीलिकाः सर्वदा कार्यस्थले भवन्ति, अपि च कार्योत्पत्तेः पूर्वं भवन्ति, एतत् सर्वं सत्यमपि, परन्तु अन्यथा सिद्धम् इति सिद्धान्तः अस्ति. अनेन ज्ञायते यत् कार्यं यद् उत्पद्यते तद् अन्यैः वस्तुभिः सिद्ध्यति. पिपीलिका न सन्ति चेदपि कार्यं सिद्ध्यति, नाम घटनिर्माणं भवति इति कृत्वा अन्यथा सिद्धम् इति वदामः. तादृशतर्केणैव एकवारं पृथ्वी इति स्वीकृतं चेत् कारणत्वेन पृथ्वीत्वम् इति पुनः स्वीकृत्य न वक्तुं शक्नुमः. पृथ्वीत्वं कारणमस्ति इति कृत्वा पृथ्वीत्वं कारणं नास्ति गन्धं प्रति इति. तत्र इतोपि एकः उदाहरणं दत्तम् आसीत्. इदानीं कुलालः घटं निर्माति इति कृत्वा कुलालः निमित्तकारणं घटनिर्माणविषये खलु. तथैव कुलालस्य पिता अपि अस्ति. कुलालस्य पितुः विना, पित्रा विना कुलालः न भवति एव खलु. तथा पश्यामश्चेत् एकस्मिन् एकदृष्ट्या सः पिता अपि घटनिर्माणस्य कारणं भवितुमर्हति. तथा एव कृत्वा अग्रे गच्छामश्चेत् मातामहः पितामहः इति सर्वम् आयाति. परन्तु कारणत्वस्थले कारणं किम् इति वक्तुं लाघवम् अपेक्षितं तादृशं गौरवं न अपेक्षितं. कुलालः निमित्तकारणम् इति वदामश्चेत् तत् पर्याप्तं भवति. अनेन तर्केण गन्धं प्रति पृथिवीकारणम् इति स्वीकुर्मश्चेत् तत्र पुनः पृथ्वीत्वमपि कारणम् इति स्वीकरणेन न कोऽपि लाभः, यतोहि लाघवम् अपेक्षितमस्ति कारणत्वविषये इति कृत्वा. अस्तु, इति प्रश्नः आसीत्. तर्हि इदम् अस्य सारांशः अस्ति यत् यद्यपि पृथ्वीत्वं समवायेन पृथिव्याम् अस्ति, तथापि पृथ्वीत्वम् इति कारणं नास्ति गन्धं प्रति. तदर्थं पृथ्वीत्वम् इति असमवायिकारणमपि न भवति. अधुना प्रश्नः अस्ति, तर्हि असमवायिकारणं किं? गन्धं प्रति असमवायिकारणं किं स्यात्? पृथ्वी इति समवायिकारणं चेत् असमवायिकारणं किम् इति. असमवायिकारणं भवति पृथ्वी अवयवेषु विद्यमानः गन्धः अपि च पाकः इति उच्यते. पाकः इत्युक्ते किं? पाकः इत्युक्ते क्रिया. अस्माभिः पूर्वमपि दृष्टं खलु पाकजं. पाकजम् इति सर्वं कुत्रचित् अग्नि तादृशमेव. तादृशमेव कुसुमे गन्धः तस्मिन् विषये किमपि तस्मिन् विषये उक्तम्. इदानीं यथा मया उक्तं, पृथिव्यां यः गन्धः अस्ति तस्य असमवायिकारणं किं? पृथिवी अवयवेषु विद्यमानः गन्धः. तथैव कुसुमे विद्यमानस्य गन्धस्य असमवायिकारणमस्ति कुसुमस्य अवयवेषु अथवा कुसुमस्य लघु लघु परमाणुवः ये सन्ति तेषु विद्यमानः गन्धः एव कारणम् इति. तथा एव घटस्य रूपम् अस्ति चेत् रूपम् इति कार्यं, तस्य समवायिकारणमस्ति घटः. तस्यैव रूपस्य असमवायिकारणमस्ति कपालगतरूपं. कपालयोः यद् रूपम् अस्ति तद् घटरूपं प्रति असमवायिकारणं भवति. अस्तु, स्पष्टमस्ति वा तर्हि असमवायिकारणविषये? यथा पृथ्वीत्वम् असमवायिकारणं नास्ति, तथैव घटत्वम् इति अपि असमवायिकारणं नास्ति रूपस्य इति चिन्तयन्तु. सर्वेषां द्रव्याणाम् असमवायिकारणं भवेत् वा? कुत्रचित् असमवायिकारणं न भवितुमर्हति वा? न, सर्वेषामपि त्रीणि कारणानि सन्ति, समवायिकारणम्, असमवायिकारणं, निमित्तकारणम् इति. सर्वेषां तथा भवति. अन्यच्च तत्र साधारणकारणानि इति अपि महोदयेन उक्तमासीत्. साधारणकारणानि सन्ति ईश्वरः, कालः, अन्यत् अदृष्टः इति. धर्मः अधर्मः एव अदृष्टः. तत्तु साधारणकारणानि सर्वेषां द्रव्याणाम् उत्पत्तिं प्रति. परन्तु साधारणकारणं विहाय सर्वेषां द्रव्याणाम् अथवा सर्वेषां कार्याणां निमित्तकारणम् असमवायिकारणं समवायिकारणं भवत्येव इति अस्ति एतावता. तर्हि असमवायिकारणं किम् इत्युक्ते, अवयवेषु गतः कस्यचित् गुणस्य असमवायिकारणं किम् इत्युक्ते अवयवेषु गतः गुणः अपि च पाकः इति चिन्तयन्तु. तदाधारेण अग्रे किञ्चित् चर्चां कुर्मः. अन्येन केनापि आगतं वा नूतनतया? नमस्ते भगिनि, अखिला अस्मि. अखिला भगिनी अस्तु. अनन्तरं नमस्ते भगिनि, अजितः. अजितमहोदय अस्तु. अस्तु तर्हि अद्यतनविषयः आरभ्यते नवतितमे पुटे. इदम् एव ग्रन्थकृता इति इत्यस्मात् आरभ्य सावित्री भगिनी पठति वा? आं भगिनि, इदमेव ग्रन्थकृता. श्रूयते वा? आं श्रूयते, श्रूयते. इदमेव ग्रन्थकृता कार्येण एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायी कारणम् इति उक्तम्. कार्येण घटेन सह एकस्मिन् अर्थे समवेतं समवायसम्बन्धेन विद्यमानं सत् कारणम् असमवायी कारणम्. यद्यपि च मूले कार्येण कारणेन सह एकस्मिन् अर्थे इत्यादि लिखितं, तथापि तत्रत्यः कार्येण सह एकस्मिन् अर्थे समवेतमिति भागः प्रथमसमवायीकारणनिरूपणोपयोगी कारणेति अंशः द्वितीयस्य असमवायीकारणस्य निरूपणाय. तत्तु यथावसरं निरूपयिष्यते. इदमेव ग्रन्थकृता कार्येण एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायी. एवं कुर्मः, एकमेकं पठतु, एकं वाक्यं पठित्वा तस्य अर्थं वदतु. अन्य कोऽपि अनन्तरं द्वितीयं पठति, यतो हि किञ्चित् जाटिल्यं स्यात् अस्तु केभ्यश्चित् जनेभ्यः कृते. अस्तु पठतु. अस्तु, एव इदमेव ग्रन्थकृता कार्येण एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायी कारणम् इति उक्तम्. इदमेव ग्रन्थकृता इत्युक्ते लेखकः. इदमेव इदमेव इत्युक्ते किं? पूर्वस्मिन् परिच्छेदे किम् आसीत्? असमवायीकारणं समवायीकारणं न, पूर्वस्मिन् इदमेव इति. अस्तु, केवलं पूर्वं परिच्छेदमपि किञ्चित् पठतु. तथा च कुत्र कारण? अस्तु, ततः आरभ्य पठतु. कारण तथा च अस्तु, तथा च समवायसम्बन्धावच्छिन्न कार्यतानिरूपितसमवायसम्बन्धावच्छिन्न कारणताश्रयत्वम् असमवायीकारणत्वम् असमवायीकारणस्य च तदेव तटस्थलक्षणम्. अस्तु, समवायसम्बन्धावच्छिन्न कार्यतानिरूपित समवायसम्बन्धावच्छिन्न कारणताश्रयत्वम् असमवायीकारणम्. इदमेव तस्य चर्चा अभवत्. इदमेव इत्युक्ते तदेव असमवायिकारणत्वम् असमवायिकारणम्. ग्रन्थकृता कार्ये ग्रन्थकृता इत्युक्ते तत्र लेखकः वा? हा, तृतीया विभक्ति ग्रन्थकारः. ग्रन्थकृत् इति हलन्तशब्दः, तस्य तृतीया ग्रन्थकृता. ग्रन्थकृता कार्येण एकस्मिन् अर्थे समवेतं सत् कारणं समवायीकारणम् इति उक्तम्. समवेतम् इत्युक्ते गन्धः पृथिव्यां समवायीकारणेन समवायिसम्बन्धेन भविष्यति इत्युक्ते अहं विस्मृतं विस्मृतवती इति. प्रायः गन्धः समवेतः. सत्यं सत्यं, परन्तु समवेतः इति केवलं गन्धः न, यः कोऽपि पदार्थः अथवा गुणः अथवा यत्किमपि समवायसम्बन्धेन कुत्रचित् अस्ति चेत् तत् समवेतम्. पृथिव्यां पृथिव्यां गन्धः समवेतः तथैव घटस्य रूपम् अस्ति चेत् घटे रूपं समवेतम्. तथा कार्येण एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् इदमेव पठितं. समवायिकारणे यत् समवायेन स्थित्वा समवायेन कार्यम् उत्पादयति तदेव असमवायि कारणं भविष्यति. अत्र अस्तु, अत्र अर्थे अर्थः इत्युक्ते किम् इति वक्तव्यं भवति. एकस्मिन् अर्थे इत्युक्ते किल न अत्र किञ्चित् वदामि. अर्थः इत्युक्ते शब्दबोधः इति सामान्य अर्थः अस्ति खलु, तथा नास्ति. अर्थः इत्युक्ते पदार्थः, द्रव्यम्. अस्तु, कार्येण एकस्मिन् अर्थे इत्युक्ते कार्येण सह एकस्मिन् अर्थे, कार्येण सह एकस्मिन् अर्थे समवेतं सत् नाम समवायसम्बन्धेन सत् यद् कारणं भवति तद् असमवायिकारणम् इति उक्तम्. पूर्वं कुत्रापि न दृष्टं किल अर्थे इत्युक्ते पदार्थः न, तथा न दृष्टम् अस्ति. परन्तु अत्र साक्षात् यत्किमपि बोल्ड् मध्ये अस्ति अस्मिन् पुस्तके, तत्सर्वं तर्कसङ्ग्रहवाक्यानि तर्कसङ्ग्रहात् उद्धृतानि खलु. एतदपि वाक्यखण्डः तथा तर्कसङ्ग्रहग्रन्थात् अस्ति. कार्येण एकस्मिन् अर्थे, अत्र कार्येण सह एकस्मिन् अर्थे नाम एकस्मिन् द्रव्ये यद् समवेतं भवति अपि च कारणं भवति कार्यं प्रति तद् असमवायिकारणम् इति उक्तम्. अस्तु, बुद्धं वा? अत्र यत् करोतु, घटः इति कार्यं खलु, कपालः इति अर्थः. घटः इति कार्येण सह, घटः इति कार्यं घटेन सह अथवा कार्येण सह अर्थे नाम कपाले यत्किमपि समवेतं भवति. उदाहरणत्वेन कपालद्वयसंयोगः इति गुणः कपाले समवायेन, तद् कारणम् असमवायिकारणम् इति उक्तम्. एकस्मिन् अर्थे इत्युक्ते एकस्मिन् समानसमये वा? न, एकस्मिन् अर्थे इत्युक्ते एकस्मिन् स्थले. वयं तु वारं वारं समानादिकरणीयम् इति वदन्तः स्मः खलु. समवायिकारणे कार्यमपि अस्ति अपि च समवायसम्बन्धेन अन्यः कोऽपि गुणः वा अथवा क्रिया यदस्ति तद् कार्यं प्रति कारणं चेत् तद् असमवायिकारणम्. अत्र केवलं सामानाधिकरण्यं सूचनार्थम् एकस्मिन् अर्थे इति उक्तम् इत्येव अस्ति. अस्तु, विद्याशङ्करमहोदय अग्रिमवाक्यं पठति वा? कार्येण इत्युक्ते घटेन सह एकस्मिन् अर्थे समवेतम् इत्युक्ते समवायसम्बन्धेन विद्यमानं सत् कारणं यत् अस्ति तत् असमवायिकारणम्. अत्र प्रथमवाक्यस्य किञ्चित् विवरणमेव अस्ति इति दृश्यते. इदानीं तु स्पष्टं स्यात्, कार्यम् इत्युक्ते घटं, तेन सह घटेन सह एकस्मिन् अर्थे समवेतम् इत्युक्ते समवायसम्बन्धेन विद्यमानम्, एकस्मिन् अर्थे इत्युक्ते समवायिकारणे तादृशम् असमवायिकारणम्. अत्र समवायिकारणे यत् यद् गुणः किमपि अस्ति तत् सर्वम् असमवायिकारणेन कारणेन कार्ये अस्ति इति वा? अस्तु, सावित्री भगिनी वदतु यत्किमपि. अहं चिन्तयामि तत्र घटेन सह एकस्मिन् अर्थे समवेतं समवायसम्बन्धेन विद्यमानं सत् समवायिसम्बन्धेन भविष्यति अपि च समानसमये कारणमपि भविष्यति कार्यार्थं तदेव असमवायिकारणम् इत्येव प्रश्नः आसीत् वा महोदय? यथा घटे रूपम् अस्ति तत् कपाले रूपम् अस्ति, कपालः घटस्य प्रति समवायिकारणम् अस्ति, कपालरूपम् अस्ति, तद् रूपम् इदानीं घटे दृश्यते. भवान् वदन् अस्ति तद् अग्रे अस्ति. असमवायिकारणस्य द्वैविध्यम् अस्ति. अस्तु, एतावत् पठितम् एतावता यत् पठितं कार्येण एकस्मिन् अर्थे समवेतं सत् कारणं भवति इति इत्युक्ते कार्येण सह इदानीं घटः कपालः इति एव चिन्तयतु. अस्तु, ततः अग्रे घटे रूपमस्ति तस्य असमवायिकारणं किम् इति अग्रिमः विषयः. केवलं घटः कपालः इति चिन्तयति चेत् घटः इति कार्यं कपालः इति अर्थः अथवा समवायिकारणम्. अस्तु, घटेन सह अर्थे नाम घटेन सह कपाले समवेतं यत्किमपि भवति अपि च तद् घटं प्रति कारणीभूतं भवति चेत् तद् असमवायिकारणमस्ति. घटनिर्माणसन्दर्भे कपालसंयोगः इति गुणः तादृशं कारणं. कपालसंयोगः कुत्र अस्ति? कपाले अस्ति. कपाले अस्ति. घटः कुत्र अस्ति? कपाले अस्ति. कपाले अस्ति. तर्हि एकस्मिन् अर्थे इति नियमः तत्र दृश्यते वा? घटेन सह एकस्मिन् अर्थे इति तदर्थम् उक्तम् असमवायिकारणं भवति. कपाले एव अस्ति. घटः कार्यं, कपालः समवायिकारणं. समवायिकारणे कपाले घटः अपि अस्ति, कपालसंयोगः अपि अस्ति इति कृत्वा कपालसंयोगः भवति घटं प्रति असमवायिकारणम्. अस्तु, तर्हि असमवायिकारणं किम् इति इत्युक्ते समवायिकारणे विद्यमानः कश्चन गुणः अथवा काचित् क्रिया यद् कार्यम् उत्पादयति तद् असमवायिकारणम्. अस्तु महोदय, अग्रे पठति वा? यद्यपि च मूले कार्येण कारणेन सह एकस्मिन् अर्थे इत्यादि लिखितं, तथापि तत्रत्यः कार्येण सह एकस्मिन् अर्थे समवेतम् इति भागः प्रथमासमवायिकारणनिरूपण उपयोगी कारणे इति अंशः द्वितीयस्य असमवायिकारणस्य निरूपणाय. तत्तु यथा अवसरं निरूपयिष्यते अग्रे. यद्यपि च मूले इत्युक्ते मूलग्रन्थे अन्नमभट्टस्य ग्रन्थे इति वा, तर्कसङ्ग्रहे कार्येण कारणेन सह एकस्मिन् अर्थे एकस्मिन् पदार्थे इत्यादि लिखितं, तथापि तत्रत्यः तत्रत्यः इत्युक्ते तत्रत्यः इत्युक्ते तत्रैव पुस्तके, तत्र मूलग्रन्थे. वस्तुतः मूलग्रन्थे वाक्यद्वयमस्ति. अस्तु, स्थूलाक्षरैः यद् लिखितं कार्येण कारणेन सह एकस्मिन् अर्थे इति एकं वाक्यं, द्वितीयं वाक्यमस्ति कार्येण सह एकस्मिन् अर्थे समवेतम् इति. अस्तु, इदमपि द्वितीयं वाक्यम् अस्माभिः पूर्वं चर्चितम् इदानीमेव, कार्येण सह एकस्मिन् अर्थे समवेतं यद्भवति इति. परन्तु असमवायिकारणस्य द्वितीयं विवरणम् अपि अस्ति मूलग्रन्थे. तद् किम्? कारणे इति अंशः द्वितीयस्य असमवायिकारणस्य निरूपणाय. अत्र स्थूलाक्षरैः यद् लिखितम् अस्ति कार्येण कारणेन सह एकस्मिन् अर्थे इति एकं विवरणमस्ति असमवायिकारणस्य. द्वितीयं विवरणमस्ति कार्येण सह एकस्मिन् अर्थे समवेत् कार्येण सह एकस्मिन् तत्पूर्वमेव प्रथमवाक्यमपि अस्ति अस्तु तदेव प्रथमवाक्यं तदर्थमेव उक्तं कार्येण सह एकस्मिन् अर्थे समवेतम् इति भागः प्रथमसमवायीकारणनिरूपणोपयोगि इति उक्तं वा इदानीं यत्किमपि चर्चितम् अस्माभिः तदस्ति प्रथम असमवायीकारणं क्षम्यताम् प्रथमविध असमवायीकारणस्य निरूपणाय इदं वाक्यम् उपयोगि अस्ति कार्येण सह एकस्मिन् अर्थे समवेतम् इति वाक्यम् उपयोगि परन्तु असमवायिकारणस्य द्वितीयमपि अस्ति विवरणं मूलग्रन्थे तद् किम् कारणेन सह एकस्मिन् हा कारणेन सह इति युक्तं योजितं तत्र कार्येण सह इति एव न अपि तु कारणेन सह अपि अस्ति इति तर्हि तत् किञ्चित् अधुना परिशीलयामः महोदय महोदयेन उक्तम् आसीत् इदानीं घटे रूपम् अस्ति अस्तु घटः पुनः कुत्र अस्ति कपाले अस्ति घटस्य रूपस्य असमवायीकारणं किम् घटे अस्तु अन्यरीत्या वदामि घटे यद् रूपम् अस्ति तस्य समवायिकारणं तु घटः खलु यथा समवायिकारणं पृथ्वी तथैव घटस्य क्षम्यतां रूपस्य घटगतरूपस्य समवायिकारणं घटः परन्तु घटे यः यद् रूपम् अस्ति तस्य समवायिकारणं किम् कपालस्य रूपः कपाले यद् रूपमस्ति तदेव घटे यद् रूपमस्ति तस्य असमवायिकारणम् इति पूर्वमपि चर्चितं कुसुमे गन्धः अस्ति चेत् तस्य असमवायिकारणमस्ति अवयवेषु विद्यमानः गन्धः खलु घटस्य अवयवाः तु कपालाः कपालद्वयमेव घटस्य अवयवः खलु तर्हि कपालद्वये यद् रूपम् अस्ति तदेव घटे विद्यमानरूपस्य असमवायीकारणम् इति वयं जानीमः तस्य सार्थक्यं कथं भवति इति चिन्तनीयम् अधुना अस्तु तर्हि प्रथमतया अस्माभिः उक्तं कार्येण सह एकस्मिन् अर्थे समवेतं तत्तु स्पष्टं स्यात् इदानीं कार्येण सह अपि च कारणेन सह एकस्मिन् अर्थे स्यात् इति अत्र कार्यम् इति किम् घटस्य रूपस्य विषये चिन्तयामः घटे यद् रूपम् अस्ति तद् कार्यं तस्य असमवायिकारणं घटः क्षम्यतां तस्य समवायिकारणं घटः तस्य असमवायिकारणमस्ति कपालगतरूपम् इदानीं सर्वं परिशीलनीयं किं किं परिशीलनीयं भवति प्रथमतया कपाले यद् रूपम् अस्ति तद् रूपं समवायिकारणे अस्ति वा इति परिशीलनीयं भवति अपि क्षम्यतां तद् रूपं कपाले यद् रूपम् अस्ति तद् रूपं समवायीकारणेन सह एकस्मिन् अर्थे अस्ति वा इति परिशीलनीयं भवति अस्तु अत्र समवायीकारणं किं रूपस्य एवं करोमि तर्हि घटगतरूपस्य समवायीकारणं किं घटः घटः घटः कुत्र अस्ति कपाले कपाले अस्ति कपाले यद् रूपम् अस्ति तद् कुत्र अस्ति? कपाले. कपाले अस्ति, तर्हि तत्र तु सामानाधिकरण्यं साधितं खलु. समवायिकारणमस्ति घटः, अपि च तत् कपाले अस्ति. कपाले यद् रूपम् अस्ति तदपि कपाले अस्ति. उच्यतां महोदय? तदपि समानाधिकरण, हा समानाधिकरण्यं साधितम् अधुना. तर्हि एकम् एकम् अंशं परिशीलितवन्तः कारणेन सह एकस्मिन् अर्थे इति परिशीलितवन्तः. इदानीम् एवं चिन्तनीयं भवति, कार्येण सह एकस्मिन् अर्थे अस्ति न वा इति. कपाले यद् रूपम् अस्ति तद् कुत्र वर्तते? कपाले. कपाले, कपाले वर्तते. कार्यम् इति घटे विद्यमानं रूपं, तद् कुत्र वर्तते? घटे. तत्र समानाधिकरण्यम् अस्ति वा? नास्ति. नास्ति खलु. तर्हि कथं वक्तुं शक्नुमः कार्येण सह एकस्मिन् अर्थे इति इति प्रश्नः. तर्हि कोऽपि वक्तुम् इच्छति वा अथवा किमपि चिन्तनम् अस्ति वा अत्र? भगिनि, कयोः समानाधिकरणं नास्ति अत्र, घटस्य अपि कपालस्य वा? अस्माभिः असमवायिकारणमिति किं स्वीकृतं, कपालगतरूपं खलु. कपालगतरूपं कपाले अस्ति, तद् असमवायिकारणं. कार्यं किम् अस्ति? घटस्य रूपं. घटस्य रूपं कुत्र अस्ति? घटे अस्ति खलु. तत्र चिन्तयतु, घटस्य रूपं घटे अस्ति, कपालस्य रूपं कपाले अस्ति इति कृत्वा तत्र समानाधिकरण्यम् अस्ति वा तयोः? नास्ति खलु. परन्तु घट कपाले अस्ति खलु, पारम्पर्या वक्तुं हा बहु सम्यक्, तथैव अस्ति. इदानीम् अस्माभिः साधनीयं भवति समानाधिकरण्यं कथम् इति. कार्येण सह एकस्मिन् अर्थे, कारणेन सह एकस्मिन् अर्थे, उभावपि स्यात्, उभवति उभावपि स्याताम् इति कृत्वा घटे यद् रूपम् अस्ति, अस्तु, तद् स्वम् इति उच्यते. घटरूपं स्वं, तस्य समवायी अस्ति घटः खलु. तर्हि समवायी अथवा स्वाश्रयः अस्ति घटः. तर्हि स्व आश्रयः, स्वस्य आश्रयः घटः. घटस्य समवायी कः? कपालः. तर्हि स्वम् इति यद् घटरूपम् अस्ति तद् स्व आश्रयसमवायित्वसम्बन्धेन कपाले अस्ति इति बुद्धं वा? पुनः पुनः वदतु भगिनि. स्व आश्रयित्व, स्व आश्रयसमवायिसम्बन्धेन. तर्हि एवम् एवं कुर्मः, तत्र कुत्र आसीत्, सप्त अशीतितमे पुटे सर्वे क्षम्यतां, षडशीतितमे पुटे तत्र उपरि भागे एकं चित्रमस्ति, पश्यन्तु, शब्दः आकाशः वायुः इति. पश्यन्ति किं जयन्ती भगिनी, पश्यति वा? आम् आम् आम्. हा, तत्र पश्यतु, शब्दः वायौ नास्ति खलु. शब्दः इति गुणः कुत्र अस्ति? आकाशे अस्ति. आकाशे अस्ति शब्दः इति गुणः, आकाशे अस्ति. परन्तु वायौ शब्दः श्रूयते खलु, वायौ शब्दः अस्ति इति भाति खलु. परन्तु शब्दः साक्षात् वायौ नास्ति, आकाशे एव अस्ति समवायसम्बन्धेन, अपि च आकाशवायोः मध्ये संयोगसम्बन्धः अस्ति तर्हि किं वदामः, शब्दः इति स्वं, शब्दः समवायेन आकाशे अस्ति इति कृत्वा आकाशः स्वसमवायी, शब्दः समवायेन आकाशे इति कृत्वा आकाशः समवायी, अपि च अथवा आश्रयी, शब्दस्य आश्रयः आकाशः, आकाशस्य सम्बन्धः वायुना सह अस्ति, संयोगसम्बन्धः. एतत् सर्वं मिलित्वा वदामः स्वसमवायी संयोगत्वसम्बन्धेन शब्दः वायौ अस्ति इति. स्वसमवायी आकाशः, अपि च तस्मिन् संयोगत्वम् इति अस्ति, स्वसमवायी संयोगत्वसम्बन्धः इति उच्यते. अस्तु, तथैव उदाहरणानि सन्ति पूर्वस्मिन् पुटे अपि. सर्वमस्ति, पुष्पम् इति अस्ति, जले गन्धः नास्ति वस्तुतः, जले पृथ्वी कणाः सन्ति चेतेव गन्धः भवति, पृथ्वी जलयोः मध्ये संयोगः इति कृत्वा गन्धः इति स्वं, स्व आश्रयसंयोगत्वसम्बन्धेन गन्धः जले अस्ति. तेनैव तर्केण अधुना चिन्तयामः. अस्तु, रूपं घटे अस्ति, उपरितने भागे चित्रं रचयन्ति चेत् रूपं घटगतरूपम् इति उपरि अस्ति, तस्मात् अधः घटः इति अस्ति. पुनः घटः कुत्र अस्ति? कपाले अस्ति, घटः कपाले अस्ति. तर्हि त्रयः स्तराः भवन्ति इति चिन्तयतु, रूपं घटः कपालः. रूपघटयोः सम्बन्धः कः? समवायसम्बन्धः. रूपम् इति स्वम्, अपि च घटः तस्य समवायी, तर्हि स्वसमवायी घटः. घटकपालयोः पुनः कीदृशः सम्बन्धः? समवायसम्बन्धः. यथा शब्दवायोः विषये स्वसमवायी संयोगत्वसम्बन्धः इति उक्तवन्तः, तथैव रूपं घटगतरूपं कपाले अस्ति स्वसमवायी समवायित्वसम्बन्धेन. इति स्पष्टमस्ति वा अधुना? अधुना वक्तुं शक्नुमः यत् रूपमपि अस्ति कपाले, घटगतरूपमपि अस्ति कपाले, साक्षात् न स्यात् परन्तु एतादृशपरम्परासम्बन्धेन स्यात्. तर्हि कपालः इति समानाधिकरणं, कयोः मध्ये समानाधिकरणं? कार्यम् इति यद् अनुमीयते रूपं, तस्य अधिकरणम्, अपि च कपाले स्वस्य यद् रूपम् अस्ति तस्यापि अधिकरणं कपालः इति कृत्वा असमवायिकारणम् इत्यस्य द्वितीयविधं साधितम्. कार्येण सह वा कारणेन सह वा एकस्मिन् अर्थे यद्भवति तद् इति. वा अथवा च, क्षम्यतां, च वा नास्ति च इति बुद्धं स्यात्. अस्तु, विद्याशङ्करमहोदय किञ्चित् स्वस्य वाक्यैः वक्तुं प्रयत्नं करोति वा? अहं किञ्चित् चिन्तयन् अस्मि. उदाहरणानि अवगच्छामि, परन्तु तयोः सम्बन्धः इति किञ्चित् भ्रमः अस्ति. भवत्या उक्तं यत् रूपं स्वम् इति चिन्तयामः चेत् रैट्, रूपाश्रयघटः अस्ति, स्वाश्रय तत् समवायसम्बन्धेन घटः कपाले अपि अस्ति, तथा स्वाश्रयसमवायी घटः. स्वाश्रयसमवायी कपालः, स्व इति रूपं, स्वस्य आश्रयः स्वाश्रयः इति घटः खलु, स्वाश्रयसमवायी कपालः. तर्हि आहत्य स्वाश्रयसमवायित्वसम्बन्धेन घटस्य रूपं कपाले अस्ति. स्वाश्रयरूपस्य समवायसम्बन्धेन कपालस्य रूपं घटे अस्ति वा? पुनः एकवारम् अन्तिमवाक्यं वदतु. स्वाश्रय समवायित्व सम्बन्धेन घटस्य रूपं कपाले अस्ति. यथा षडशीतितमे चित्रमस्ति, तत्र त्रयः स्तराः सन्ति खलु, शब्दः आकाशे, पुनः आकाशवायोः मध्ये कश्चन सम्बन्धः, तथैव इदानीं चित्रं रचयामश्चेत् घटे रूपं भवति, अस्तु. पुनः घटः कपाले अस्ति प्रथमतया रूपं प्रथमे स्तरे, तस्मात् अधः घटः, तस्मात् अधः कपालः इति चित्रं रचयतु. तदा सौलभ्यं भवति. तर्हि घट स्वम् इति रूपं, तस्य आश्रयः घटः, स्व आश्रयः इति साधितं खलु. घटकपालयोः मध्ये समवायसम्बन्धः इति कृत्वा कपालः समवायी. कपालः कस्य समवायी? घटस्य समवायी खलु. घटः किम् अस्ति? स्व आश्रयं, स्वस्य आश्रयः, स्व आश्रय. एतत् सर्वं मिलित्वा स्व आश्रयसमवायित्वसम्बन्धं सम्बन्धः भवति रूपम् अपि च कपाल अनयोः मध्ये. इति स्पष्टं वा? भगिनी न अवगच्छामि इदानीम्. इदानीमपि न अवगच्छामि. अस्तु. कपालः इति अस्ति खलु महोदय? आम् आं भगिनि. कपालस्य घटस्य च किम् अस्ति सम्बन्धः कः? समवायसम्बन्धः. समवायसम्बन्धः. घटस्य रूपस्य च कः सम्बन्धः? समवायसम्बन्धः. समवायसम्बन्धः. रूपं रूपम् इति स्वम् इति चिन्तयतु. हा, रूपं स्वम् इति चेत् रूपस्य आश्रयः कः? घटः. घटः. तर्हि घटः इक्वल् टु स्वस्य आश्रयः, स्व आश्रयः. अस्तु, तस्मिन् स्तरे, घटस्य स्तरे स्व आश्रयः इति लिखतु. रूपं स्वं, घटः तस्य आश्रयः, तर्हि घटः स्व आश्रयः. अयं च स्व आश्रयः कपाले वर्तते केन सम्बन्धेन? समवायसम्बन्धेन. घटः कपाले समवायसम्बन्धेन भवति खलु. अधुना स्व आश्रयः इति घटस्य एव नाम, नूतनतया नामकरणं कृतं. स्वम् इति रूपम् इति स्वीक्रियते चेत् घटः स्व आश्रयः, अपि च घटः कपाले वर्तते समवायसम्बन्धेन. एतावता बुद्धं वा? कपाले समवायेन वर्तते चेत् कपालः समवायी इति उच्यते. समवायी इति उच्यते. समवायित्वं कपाले वर्तते खलु. पृथिवी पृथिवीत्वं तथैव समवायी समवायित्वं. समवायित्वं कपाले वर्तते इति कृत्वा स्वाश्रयसमवायित्वसम्बन्धः अस्ति तत्र रूपस्य कपालस्य मध्ये. बुद्धं वा? स्वाश्रयस्य समवायित्वम् अस्ति कपाले. सत्यं सत्यं. स्वाश्रयसमवायित्वम् इति सम्बन्धः अस्ति रूपकपालयोः मध्ये. कपाले अस्ति. कपाले अस्ति, अपि च रूपे अपि अस्ति. प्रश्नः अस्ति अस्माकं. सत्यं, रूपकपालयोः मध्ये साक्षात् समवायसम्बन्धः नास्ति, परन्तु घटस्य माध्यमेन सम्बन्धः निर्मीयते. घटः समवायेन कपाले अस्ति इति कृत्वा, अपि च घटः स्वम् इत्यस्य आश्रयः इति कृत्वा, स्वाश्रयसमवायित्वसम्बन्धेन रूपं कपाले वर्तते. द्वितीयसमवायिकारणं वा द्वितीय असमवायिकारणनिरूपणार्थम् उपयोगी भवति एतद्, यतोहि चिन्तयतु घटस्य रूपं कपाले वर्तते इति तु साधितं खलु इदानीं, केन सम्बन्धेन वर्तते घटस्य रूपं कपाले? इदानीमेव उक्तं रूपं कपाले वर्तते, हा स्वाश्रयसमवायित्वम् इति सम्बन्धेन घटस्य रूपं कपाले वर्तते. पुनः अस्माभिः असमवायिकारणत्वेन किं स्वीकृतं? कपालगतरूपं खलु, अवयवेषु विद्यमानं रूपं नाम कपालगतरूपम् कारणत्वेन स्वीकृतं. तद् रूपं कपालस्य रूपं कुत्र वर्तते? कपाले एव समवायसम्बन्धेन. घटस्य रूपं कुत्र वर्तते? कपाले वर्तते स्वाश्रयसमवायित्वसम्बन्धेन. अधुना कपालः एव समानाधिकरणं खलु. कारणेन सह अपि कपालः एव समानाधिकरणम् अस्ति इदानीं. सत्यं सत्यं, कपालः एव समानाधिकरणं कयोः? राजेन्द्रमहोदय, घटस्य रूपं अथवा स्वास्थ्य समवायित्वं कपाले वर्तते, तथा घटस्य रूपं कपाले स्वाश्रयसमवायित्वं समवायि तत्तु सत्यं महोदय, घटस्य रूपं कपाले वर्तते स्वाश्रयसमवायित्वेन. कपालस्य स्वस्यापि रूपमस्ति खलु? आमामा. कपालस्य स्वस्य रूपं कुत्र वर्तते, केन सम्बन्धेन? कपाले समवायि सम्बन्धेन न रूपम् इति गुणः कपालः द्रव्यः खलु, द्रव्यं क्षम्यतां. तर्हि केन सम्बन्धेन? समवायसम्बन्धेन वर्तते, समवायसम्बन्धेन वर्तते, इदमेव ज्ञातव्यं. कपालः इति बेस् अस्ति समानाधिकरणम् अस्तु. कपाले घटस्य रूपमपि अस्ति परम्परासम्बन्धेन अथवा स्वाश्रयसमवायित्वसम्बन्धेन. कपाले स्वस्य रूपमपि वर्तते समवायसम्बन्धेन इति कृत्वा तत्र समानाधिकरण्यं साधितं कयोः? घटस्य रूपम् अपि च कपालस्य रूपम् अनयोः मध्ये समानाधिकरणे साधितम्. अपि च अस्माकं चर्चायाम् अधुना कार्यम् इति यद् स्वीकृतं तदस्ति घटस्य रूपं, हा घटगतरूपं. कारणम् इति यद् स्वीकृतं तद् कपालगतरूपं खलु. तर्हि एतत् सर्वं चर्चयित्वा वयं साधितवन्तः यत् कार्यम् इति घटगतरूपम् अपि च कारणम् इति कपालगतरूपम् उभयोः समानाधिकरण्यं वर्तते कपाले इति इति एव अस्ति कार्येण कारणेन सह एकस्मिन् अर्थे. इति स्पष्टमस्ति वा? अस्तु तर्हि उच्यताम्. अनेन कपालगतरूपं घटगतरूपं प्रति असमवायिकारणम् इति खलु? तथैव अस्ति, तथैव अस्ति. एतत् कपालगतरूपं प्रथमतया कार्येण सह एकस्मिन् अधिकरणे अस्ति वा? आम् अस्ति. कार्यम् इति घटगतरूपं तद् कपाले अस्ति परम्परासम्बन्धेन. कपालगतरूपं कपाले अपि अस्ति. द्वितीयः प्रश्नः अस्ति, एतत् कपालगतरूपम् असमवायिकारणेन सह एकस्मिन् अधिकरणे, तस्य उत्तरं किम्? अस्ति एव, घटः इति असमवायिकारणं खलु रूपं प्रति, सः घटः अपि कपाले, कपालस्य रूपमपि कपाले इति कृत्वा कार्येण कारणेन सह एकस्मिन् अर्थे इति असमवायीकारणस्य विवरणम् साधितमस्ति. पुनः कार्येण सह एकस्मिन् अर्थे समवेतम् इति तद् इतोपि एकं विधम् असमवायीकारणमस्ति. भगिनी प्रश्नः अस्ति, तर्हि असमवायिकारणं द्विविधमस्ति खलु, कार्येण सह वा भवतु नो चेत् कारणेन सह वा भवतु इति, द्वयोः सवः अपि भवितव्यम् इति नास्ति खलु? असमवायिकारणं प्रथमतया केवलं कार्येण सह एकस्मिन् अर्थे भवति, तत्तु अवगतं खलु? घटः कपालः घटसंयोगः, घटसंयोगः कपाले अस्ति, घटः अपि कपाले अस्ति, तर्हि कार्येण सह एकस्मिन् अर्थे इति प्रथमं प्रथमा परिभाषा अस्ति असमवायिकारणस्य. द्वितीयमस्ति कार्येण सह कारणेन सह च एकस्मिन् अर्थे इति. तद् इदानीं चर्चितम्. सत्यं तु तर्हि असमवायिकारणं केवलं कार्येण सह भवितुम् अर्हति नो चेत् कार्येण कारणेन च भवितुम् अर्हति इति वा? प्रथमस्तरे कार्येण सह एव, द्वितीयस्तरे अग्रे गत्वा कार्येण सह कारणेन सह अपि च अस्ति खलु? सत्यं सत्यं. तु तर्हि केवलं कार्येण सह भवति चेदपि असमवायिकारणं, कार्येण कारणेन च भवति चेदपि असमवायिकारणम्. एकस्मिन् सन्दर्भे कार्येण अपि कारणेन भवति वा, तदेव विषय कथं यथा भवत्या उक्तम् इदानीं घटरूपं चेत् तत्र प्रथमविधं तु कार्येण सह एकस्मिन् अर्थे, तत्तु समीचीनं खलु? द्वितीय अर्थे कार्येण कारणेन सह, तस्मिन् कारणेन इत्युक्ते केन, कस्मिन् कारणे, समवायिकारणे इति चिन्तनीयं भवति. कार्येण सह न समवायिकारणे कारणेन कारणेन सह केन कारणेन कारणेन केन कारणेन सह समवायिकारणेन समवायिकारणेन सह यत् उदाहरणं भवत्या उक्तम् इदानीं तत्र प्रायः स्पष्टं जातः, यदा घटस्य रूपम् अस्ति तद्रूपस्य समवायिकारणं घटः, तस्य असमवायिकारणं कपाले विद्यमानरूपम् एवं वा? तद् कपाले विद्यमानरूपं समवायिकारणेन सह समानाधिकरणे वर्तते वा इति चिन्तयत् इति परिशीलयतु. अवश्यं अवश्यमस्ति. समवायिकारणम् इति कपालः, तस्मिन्नेव रूपमपि अस्ति. क्षम्यतां, समवायिकारणम् इति घटः रूपस्य, सः कपाले अस्ति, रूपमपि कपाले अस्ति. समवायिकारणेन सह कपाले वर्तते. तस्मिन् वाक्यखण्डे कारणेन सह इति यदस्ति तद् कारणेन इत्यस्य स्थाने समवायिकारणेन इति स्थापयित्वा चिन्तयन्ति चेत् सुलभं भवति. अस्तु, तर्हि स्पष्टं स्यात्. मूलग्रन्थे इदं द्विविधम् अस्ति असमवायिकारणस्य. अत्र प्रथमवाक्यखण्डः तु द्वितीय असमवायिकारणनिरूपणाय अस्ति, अपि च कार्येण सह एकस्मिन् अर्थे इति यद्वाक्यखण्डमस्ति तद् प्रथमविध असमवायिकारणनिरूपणयो उपयोगी अस्ति इति. अस्तु, प्रश्नः अस्ति इदानीं, प्रायशः मूड् प्रश्नः अस्ति. कार्येण एकस्मिन् अर्थे एकमस्ति, कार्येण कारणेन सह द्वितीयमस्ति, भेदः कः इदानीं? तत्र किञ्चित् जाटिल्यम् अस्ति. अत्र हा गुणः इति केनापि उक्तं वा? सरला भगिनी इति मन्ये. महोदय, तत्र पश्यतु, कार्येण कारणेन सह एकस्मिन् अर्थे इत्यस्य अवगमनार्थम् एकम् उदाहरणं स्वीकरणीयम् अस्तु. घटः घटे रूपं, तस्य समवायिकारणं कपाले विद्यमानं रूपम्. एतस्य प्रतिपादनार्थं, क्षम्यताम्, एतस्य हा अस्मिन् सन्दर्भे घटे रूपम् इति कार्यम् अस्ति खलु, अथवा पृथिव्यां गन्ध इति अस्ति खलु कार्यं, तस्य असमवायिकारणं किम् इति निर्णेतुम् एतद् उपयोगी भवति, कार्येण कारणेन सह एकस्मिन् अर्थे इति. अस्तु, केवलं यत्र गुणः नास्ति, केवलं कार्यम् इति द्रव्यम् अस्ति इति चिन्तयतु, घटनिर्माणम् इति अस्ति कार्यम्, तस्मिन् सन्दर्भे कार्येण सह एकस्मिन् अर्थे समवेतम् इति निरूपणं पर्याप्तम् अस्ति. परन्तु यद्यपि वदामः तत् कार्येण कारणेन सह, गुणः कश्चन गुणः द्रव्ये अस्ति इति स्वीकृत्य निरूपयितुम् इच्छति चेत् तदा कार्येण कारणेन सह एकस्मिन् अर्थे इति विवरणम् उपयोगी भवति. परन्तु द्रव्यमेव कार्यं, यथा घटनिर्माणस्थले घटः इति एव कार्यम्, तस्य असमवायिकारणं किम् इति निरूपणाय कार्येण सह एकस्मिन् अर्थे समवेतम्. धन्यवादः. इदानीम् अस्तु, सरला भगिनी, प्रश्नः आसीत् वा? न भगिनि. अस्तु भगिनि, तत्रत्यः इत्युक्ते किम् उक्तवती भवती? तत्रत्यः इत्युक्ते ग्रन्थस्थः, मूलग्रन्थस्थः. तत्र पूर्णवाक्यमस्ति, यद्यपि च मूलग्रन्थे एतद् द्वितीयं दत्तं, तथापि तत्रत्यः कार्येण सह एकस्मिन् अर्थे भागः प्रथम असमवायिकारणनिरूपणे उपयोगी. अन्यद् यद् किमपि अस्ति तद् द्वितीयस्य असमवायिकारणस्य निरूपणाय इति उक्तम्. धन्यवादः. अस्तु, अग्रे जयन्ती भगिनी पठति वा? आं भगिनि. एवं द्रव्यगतं तत् वा? आम्, एवं द्रव्यगतम् एकत्वमपि समवायेन घटे स्थित्वा तत्र द्वित्वरूपं गुणम् उत्पादयति इति, तदपि द्वित्वस्य असमवायिकारणं भवति. अत्र एकत्वम् इति संख्या अस्ति, संख्या गुणः अस्ति. एकत्वम् इति गुणः वयं पूर्वं दृष्टवन्तः, एकत्वस्य अधिकरणम् एकः घटः इति स्वीकुर्मः चेत् एकत्वं घटे अस्ति, अधिकरणं तु घटः. तत् द्वित्वम् इति गुणः गुणं प्रति एकत्वं समवायिकारणम्, एकत्वं भवेत् असमवायिकारणम् द्वित्वं प्रति वा? हा, द्वित्वं प्रति समवायिकारणं स्वयं घटः एव खलु? आम्, अस्तु अस्तु. तर्हि इदं वा, इदं प्रथमविधम् असमवायिकारणं वा अथवा द्वितीयविधम् असमवायिकारणं वा? इतोपि एकवारं पठतु जयन्ती भगिनि. आम्, एवं द्रव्यगतम् एकत्वम् अपि समवायेन घटे स्थित्वा तत्र द्वित्वरूपं गुणम् उत्पादयति इति, तदपि द्वित्वस्य असमवायिकारणं भवति. प्रथमविधस्य असमवायिकारणमेव, कार्यं प्रति, कार्यम् अत्र द्वित्वम् इति, द्वित्वं प्रति द्वित्वं जनयति कस्यचित् कस्यचित् मनसि एकत्वम् इति आगच्छति चेत् तदा एव द्वित्वज्ञानं भवति खलु इति कृत्वा एकत्वम् इति गुणः यद् घटे भवति तेनैव द्वित्वम् इति जनयति. तर्हि चिन्तयतु, एकत्वं विहाय अन्यत् किमपि कारणं भवितुम् अर्हति वा द्वित्वं प्रति इति? उदाहरणत्वेन घटः इति स्वीकरोतु. घटः समवायिकारणं वा असमवायिकारणं वा तत्र द्वित्वस्य? समवायिकारणं. किमर्थम्? तादात्म्यसम्बन्धेन तादात्म्येन घटः प्रथमतया द्वित्वम् इति गुणः, यः कोऽपि गुणः समवायसम्बन्धेन एव भवति द्रव्ये खलु. तर्हि तद् द्रव्यं यद् आश्रयीभूतं द्रव्यमस्ति तत्तु समवायिकारणमेव, यथा घटः. द्वित्वसङ्ख्या घटे वर्तते इति कृत्वा घटः द्वित्वस्य समवायिकारणम्. पुनः घटे विद्यमानः कश्चन गुणः अथवा काचित् क्रिया यद् द्वित्वं प्रति कारणं भवति तद् असमवायिकारणम्. तादृशगुणः कः? एकत्वम् इति गुणः. एकत्वम् एतत् सर्वं तत्र अप्लै करोति चेत्, नाम समवायेन स्थित्वा समवायेन कार्यम् उत्पादयति वा इति चिन्तयतु. एकत्वम् एकत्वं समवायेन घटे अस्ति वा? अस्ति खलु. समवायेन कार्यम् उत्पादयति वा? आम्. तर्हि एकत्वम् असमवायिकारणं भवति द्वित्वं प्रति. अपि च असमवायिकारणस्य द्वैविध्यम् अस्माभिः परिशीलितम् अधुना खलु. तर्हि एकत्वम् इति कीदृशम् असमवायिकारणमस्ति? असमवायिकारणं कार्येण सह एकस्मिन् अर्थे अस्ति, तादृश असमवायिकारणम्. अत्र कार्यम् इति द्वित्वं, द्वित्वेन सह एकस्मिन् एव अधिकरणे एकत्वम् अस्ति वा इति प्रश्नः अस्ति खलु. द्वित्वम् इति कार्यं, द्वित्वमपि घटे, एकत्वम् इति यदस्ति तदपि समवायसम्बन्धेन अस्ति घटे इति कृत्वा कार्येण सह एकस्मिन् अर्थे समवेतम् इति नियमः अपि अत्र परिपालितः भवति एकत्वगुणेन इति कृत्वा एकत्वं द्वित्वं प्रति असमवायिकारणमस्ति. बुद्धं वा? अस्तु, अग्रे राजेन्द्रमहोदय पठति किम्? एकत्वस्य द्वैविध्यम् इदं च द्वित्वा असमवायिकारणीभूतम् एकत्वं द्विविध्वं भवति. जन्ये घटादौ विद्यमानम् अनित्यं घटो उत्पत्ति द्वितीयादिक्षणे रूपादिगुणैः स उत्पद्यते. कालान्तर्भावादि द्वित्वादिकं प्रति असमवायिकारणं च. अन्यत् एकत्वं आकाशात्मादि नित्यद्रव्यगतं तस्य आश्रयस्य नित्यत्वात् तद् एकत्वम् अपि आत्मत्वजातिवत् नित्यं भवति च. तत् द्वौ आत्मनौ आकाशात्मनौ इत्यादि प्रतीतिविषयद्वित्वं प्रति अस्मायिकारणम् उत्पद्यमानत्वादेव द्वित्वादीनां सिद्धं नित्यत्वम्. इदं च द्वित्वा असमवायिकारणीभूतम् एकत्वं द्विविधं भवति. इदानीं यथा भवति इदानीं पूर्वमेव उक्तवती एकत्वं द्वित्व द्विद्वम् असमवायि द्वित्वस्य असमवायिकारणं भवति एवं वा भगिनि जन्ये घटादौ विद्यमानं घटादौ विद्यमानम् अनित्यं यत्किमपि जनयति यथा घटः अन्यत् किमपि जनयति सत् सदैव अनित्यम् एव यत्र तस्य जन्यं भवति तो मरणम् अपि नाशमपि भवति तथा अनित्यम् इत्युक्ते अनित्यम् इत्युक्ते यत्किमपि जायते तत् जायते तस्य मरणमपि भवति इति कृत्वा अनित्यं तर्हि घटादौ घटादौ यदस्ति घटादौ एकत्वम् इति यदस्ति गुण संख्या या संख्या अस्ति अथवा यः गुणः तत्तु अनित्यमस्ति तस्य नाशः अपि भवति घट उत्पत्ति द्वितीयादिक्षणे रूपादिगुणैः सह उत्पद्यते घट उत्पत्ति द्वितीयक्षणे रूप अन्य गुणाः उत्पद्यते यथा पूर्वं तत्र चित्रम् आसीत् पूर्वं वैशाखक्षणः चैत्रक्षणः ज्येष्ठक्षणः ततोपि पूर्वं द्वितीयक्षणे रूपादिगुणे सह गुणः द्वितीयक्षणे पूर्वं तत्र गुणः न आसीत् परन्तु द्वितीयक्षणे तत् रूपादिगुणाः उत्पद्यन्ते कालान्तर्भावादित्वात् विदुकं प्रति असमवायिकारणं च तत्सर्वम् असमवायिकारणम् अस्ति एकत्वं द्वित्वकं तत् यथा पूर्वं गुणः न आसीत् तद् अनन्तरं गुणः आगच्छति तत्र यत्किमपि द्रव्ये तत्तु असमवायिकारणं भवति कः असमवायिकारणं भवति इदानीं किं कस्य असमवायिकारणमस्ति द्वित्वम् एकत्वं द्वित्वस्य असमवायिकारणम् अस्ति पूर्वं गुणः न आसीत् तत्र इदानीम् इदानीं द्वितीयक्षणे रूपादिगुण किमपि एतत् जनयति तत् असमवायिकारणं भवति एवं वा एवमेव सम्यक् अस्ति महोदय यथा महोदयेन उक्तं पूर्वस्मिन् पुटे तत्र चैत्रक्षणः वैशाखक्षणः ज्येष्ठक्षणः इत्यादिकम् आसीत् खलु तदेव अत्रापि सूचितं घटस्य उत्पत्तेः नन्तरम् एव रूपादिगुणः जायते तेनैव सह एकत्वम् इति अपि गुणः उत्पद्यते घटेन घटस्य अनन्तरम् एव उत्पद्यते इति कृत्वा घटवत् एव एकत्वमपि अनित्यं जन्यः अस्ति तस्य नाशः अपि भवति अपि च अत्र कालान्तरभावि द्वित्वादिकं प्रति इति उक्तं कालान्तरभावि इत्युक्ते प्रथमम् एकत्वं भवति कालान्तरे द्वित्वम् इत्यादिकं भवति तं प्रति एकत्वम् असमवायिकारणम् अस्ति अत्र एकनिमिषं महोदय अत्र सरला भगिनी पठति वा अग्रे आं भगिनि अन्यत्तु एकत्वम् आकाशात्मादि नित्यं नित्यद्रव्यगतम् आकाशविभु द्रव्यमस्ति तत् सर्वदा नित्यम् अस्ति तस्य नाशं न भवति तस्य आश्रस्य नित्यत्वात् तत् एकत्वमपि आत्मत्वजातिवत् नित्यम् आकाश नित्यमस्ति तस्मात् एकत्वमपि नित्यमस्ति सत्यम् आत्मत्वजातिवत् नित्यं तदहं न समीचीनम् अवगच्छामि तदेव द्वैविध्यम् अस्ति कुत्र द्वैविध्यम् अस्ति एकत्वं यत्र घटे जनयति तत्र अनित्यम् अस्ति अत्र विभु द्रव्ये नित्यं भवति इत्येव अस्ति इति एकत्वे अपि भेदः अस्ति एकम् अनित्यमस्ति एकं नित्यमस्ति यदि विभुद्रवे नित्यमस्ति मृत्युद्रवे मूर्तद्रवेषु अनित्यं भवति जन्य यत्किमपि जन्यः भवति तस्मिन् यद् एकत्वं तद् अनित्यम् अस्ति अत्र आकाशः तु एकः एव खलु आकाशद्वयं न भवति एव परन्तु तत्र आत्मनि तु बहवः आत्मानः भवन्ति चेदपि प्रथमतया एकत्वम् इति यद्भवति एवमुच्यते यत् सर्वम् एकत्वम् एकमेव अस्ति सर्वेषु एकत्वम् अस्ति अस्मिन् प्रकोष्ठे घटः अपरस्मिन् प्रकोष्ठे एकः घटः अस्ति चेदेव अस्ति चेत् उभयोः एकत्वमेव अस्ति वस्तुतः प्रारम्भे द्वित्वम् इति किमपि नास्ति खलु यथा कश्चन जनः आगच्छति अपि च तस्य ज्ञानम् उत्पद्यते तदा एव द्वित्वम् इत्यादिकं भवति अपि च ज्ञाने तस्य ज्ञाने द्वित्वम् इति गुणः यद् जायते तं प्रति एकत्वम् असमवायकारणं भवति नित्यद्रव्येषु तु तदेकत्वं नित्यम् इति उच्यते यथा आकाश नित्यम् एकत्वम् अस्ति तथा आत्मत्वमपि एकत्वं नित्यम् अस्ति अस्तु अग्रे वर्धिनी भगिनी पठति वा अन्तिमवाक्यम् अन्तिमवाक्यद्वयम् उत्पद्यमानत्वादेव भवति एकनिमिषः भवति च तद्वौ आत्मनौ आकाशात्मनौ आकाशात्मानौ इत्यादि प्रतीतिविषयद्वित्वं प्रति असमवायिकारणं भवति च तत् द्वौ आत्मनौ आकाशात्मनौ इत्यादि प्रतीतिविषयद्वित्वं प्रति असमवायिकारणम् भवति च तत् तत् इत्युक्ते किम् एकत्वम् यदेकत्वं हा हा नित्य एकत्वं क्षम्यतां हा तद् च नित्य एकत्वं कं प्रति भवति असमवायिकारणम् विषयद्वित्वं प्रति आकाश आत्मनौ आकाशात्मनौ आत्मानौ द्वित्वं तत्र द्वित्वं दृश्यते खलु द्वौ आत्मानौ इति द्वित्वं दृश्यते आकाशात्मानौ इति द्वित्वं दृश्यते तादृशी प्रतीतिं प्रति नित्यगत एकत्वमपि असमवायिकारणं भवति उत्पद्यमानत्वात् एव द्वित्वादीनां सिद्धम् अनित्यत्वम् उत्पद्यमानत्वात् एव द्वित्वादीनां सिद्धम् अनित्यत्वम् उत्पद्यमानत्वात् नाम यद् उत्पद्यते उत्पद्यमस्ति तस्य उत्पद्यमानत्वात् नाम तस्य जन्म भवति जायते जन्यः द्वित्वम् इति जायते खलु सर्वदा जायते तस्य कारणं नित्यम् एकत्वं भवतु वा अनित्यम् एकत्वं भवतु वा परन्तु द्वित्वं तु अनन्तरं जायते एकत्वेन एकत्वम् इति सर्वदा भवति परन्तु द्वित्वं जायते इति कृत्वा द्वित्वम् इति जन्यः अस्तु तर्हि द्वित्वं सर्वदा तथा भवति उत्पद्यते अथवा जन्यः भवति जायते इति कृत्वा द्वित्वं सर्वदा अनित्यम् द्वित्वविषये तत्र नित्यम् अनित्यम् इति चर्चा अथवा भेदः अस्ति द्वित्वं सर्वदा अनित्यम् इति उच्यते अत्र द्वित्वादीनां सिद्धम् अनित्यत्वं तदेतत् सर्वं अनुसन्धाय एतत् अग्रे अस्ति, एतावता कृतमासीत् शनिवासरस्य वर्गे, इतः अग्रे अग्रिमशनिवासरे भविष्यति पाठः। अत्र आकाशस्य वा आत्मनः वा द्वित्वं न भवितुम् अर्हति किल, ते विभू नित्याः, तत् एकत्वमेव अस्ति। जीवात्मानां बहुत्वम् अस्ति खलु, आकाशस्य तु एकत्वमेव, परन्तु तत्रापि जीवात्मनः विषये अपि आरम्भे यदा द्वित्वम् अथवा त्रीणि त्रयात्मः तथा ज्ञानं नास्ति, यदा तथा ज्ञानं नास्ति तदा आत्मनः अपि एकत्वमेव अस्ति, तादृशम् एकत्वं नित्यं, यथा आकाशस्य एकत्वं नित्यं तथा अस्ति। परन्तु भगिनि जीवात्मनः नाशः भवति न भवति, इदानीम् अहं चिन्तयामि, तथा न अस्ति वा? ब्रह्मन् वेदान्तशास्त्रे ब्रह्मन् एकः अस्ति, जीवात्मा बहवः सन्ति। इत्येव प्रश्नः आसीत् वा राजेन्द्रमहोदय? आम् आम् आं भगिनि, जीवात्मा नश्यति। अस्तु, कोऽपि प्रश्नः न सन्ति चेत् अत्र विरमाम। शुभरात्रि। धन्यवादः। धन्यवादः।